गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः मूलविषय यद्यपि तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये किं वैलक्षण्यं वर्तते न वा इति मूलविषयः प्रश्नः किन्तु तत्र संयोगस्य किञ्चित् अधिकं अवगमनम् अपेक्षितम् इति कृत्वा तत्र करपत्रम् अस्ति. तत्र गतवर्गे वयम् अस्माकं चिन्तनं कस्मिन् विषये आसीत् इत्युक्ते तत्र संयोगः तत्र द्रव्ययोः मध्ये कदा संयोगः भवति इति. तत्र संयोगः वयं दृष्टवन्तः नाम तत्र यदि वयं किं द्रव्यं स्वीकृत्य वयं वक्तुं शक्नुमः तत्र यदि तत्र घटः अपि पुस्तकम् अस्ति तयोः मध्ये तत्र संयोगः भवितुम् अर्हति किन्तु यदि अत्र संयोगः भवति किन्तु यदि वयं घटः अपि घटस्य अवयवः नाम कपालः किन्तु न कोऽपि कपालः घटस्य अवयवी अवयवभूतकपालः नाम अवयवः अस्ति कपालः तादृशः कपालः स्वीकुर्मश्चेत् तत्र संयोगः कदापि न भवति इति अस्ति. तर्हि तत्र नियमः स्पष्टतया वक्तव्यः नाम कदा तत्र संयोगः भवति द्रव्ययोः मध्ये अपि कदा द्रव्ययोः मध्ये संयोगः न भवति इति. तत्र अस्माकं तत्र नूतनपदं तत्र आगतं तत् अस्ति अयुतसिद्धत्वम्. अयुतसिद्धत्वम् इति नूतनपदम् अत्र आगतमस्ति. कोऽपि स्मारयति वा तत्र अयुतसिद्धत्वं नाम किम् इति? अयुतसिद्धत्वम् इति विषयसिद्धत्वमित्युक्ते आश्रयः एकमेव आश्रयः तत्र तत्र भिन्नाश्रयः नास्ति भिन्नाश्रय आश्रितो नास्ति परन्तु हा समीचीनं समीचीनं हा तन्नाम तत्र यदि आश्रयः भिन्नो भवति तदा एतादृशं वक्तुं शक्नुमः किन्तु तत्र द्रव्ययोः मध्ये तत्र अयुतसिद्धत्वम् इति तत्र वयं किम् उक्तवन्तः तत्र युतसिद्धौ अपि अयुतसिद्धौ तत्र पृथग् आश्रितौ हा तत्र विग्रहवाक्यमस्ति तत्र तत्र युतसिद्धत्वौ तत्र अत्र अस्ति इदानीं युतसिद्धौ इति प्रश्नः किञ्चित् बृहत् कुर्मः किञ्चित् प्रश्नं पठितुं शक्नुवन्ति. युतसिद्धौ इति प्रश्नः तत्र पृथक् आशयौ इति आसीत् किन्तु तत्र वयं किं तत्र कियत्पर्यन्तम् आगतवन्तः इति मम क्रमः अस्ति तत्र समव्याप्तिरस्ति इति अस्तु अस्तु अस्ति एतावत् तत्र वयम् अत्र स्मः तत्र कियत् पर्यन्तं गच्छामः इति मम अस्ति अत्र अस्ति नरसिंहदेव महोदय तत्र एतत् पठति वा तथैव तत्र पटः स्वस्य नरसिंहराजे महोदय तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुम् आश्रित्य तिष्ठति. यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति, तन्तून् आश्रित्य एव तिष्ठति पटः. अपरैः शब्दैः यावत्पर्यन्तं पटः तिष्ठति अविनश्य दवस्तं तावत्पर्यन्तं तन्तून् आश्रित्य तिष्ठति. अविनश्यद् अवस्थं नाम विनाशम् अप्राप्य, अविनश्यत् इति शास्त्र शतन्त्ररूपम्. हा तत्र व्याकरणम् इदानीं यजामः महोदय, किन्तु तत्र तत्र विषयः कः पटः यावत्पर्यन्तं तत् नाशः भवति तावत्पर्यन्तं तन्तून् आश्रित्य एव तिष्ठति, स्वयं न तिष्ठं शक्नोति. पटः यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तून् आश्रित्य एव तिष्ठति पटः. अतः तत्र पटः तन्तुः मध्ये पृथगाश्रयं नास्ति. हा तत्र एकः द्वयोः द्रव्ययोः मध्ये एकः आश्रयः अन्यः आधेयः अस्ति, अपि तत्र अन्यः तत्र आश्रयं विहाय न स्थातुं शक्नोति चेत् तत्र वयं किं वदामः तत्र अयुतसिद्ध, तत्र युतसिद्धौ इति वा अथवा अयुतसिद्धौ? अयुतसिद्धौ. अयुतसिद्धौ, अयुतसिद्धौ. तत्र अस्माकम् उदाहरणे तत्र यत्र क्षम्यताम् अहं तत्र घटकपाल अपि समानं महोदय, घटकपाल अपि यावत्पर्यन्तम् तर्हि अत्र अयुतसिद्धत्वम् अस्ति, अत्र अयुतसिद्धत्वं नास्ति. तर्हि तत्र एकनिमिषः तत्र किं कुर्मः इति विषयः तर्हि तत्र संयोगः इति विषयः अस्ति चेत् संयोगः अत्र भवति, अत्र भवति संयोगः, अत्र न भवति. किन्तु यदि अयुतसिद्धत्वम् अथवा युतसिद्धत्वम् इति स्वीकुर्मः युतसिद्धत्वम् इति स्वीकुर्मश्चेदपि अत्र युतसिद्धत्वम् अस्ति, अत्र युद्धसिद्धत्वं युतसिद्धत्वं नास्ति, अत्र अयुतसिद्धत्वम् अस्ति, अत्र अयुतसिद्धत्वम् अस्ति, अत्र युतसिद्धत्वम् अस्ति इति. तर्हि तत्र युत यु इति तर्हि तत्र आश्रयः अपि द्रव्यं, यदि एतत् स्मरामः एतस्मिन् विषये चिन्तनं कुर्मः तर्हि तत्र घटः कपालः अथवा तन्तुः अपि तत्र पटः, तत्र तयोः मध्ये कः सम्बन्धः तत्र शुभदा भगिनि? तत्र घटः कपालः अपि तत्र तन्तुः अपि पटः, घटकपालयोः मध्ये अयुतसिद्धत्वम् अस्ति अस्ति, किन्तु पूर्वं वयं पठितवन्तः तत्र सम्बन्धः कः नाम केन सम्बन्धेन घटः कपाले अस्ति इति. तत्र कपालः समवायिकारणम् इति कृत्वा तत्र सम्बन्धः घटः कपाले समवायसम्बन्धेन तिष्ठति तिष्ठति. तर्हि तथैव तत्र पटः अपि तत्र तन्तुषु समवायसम्बन्धेन तिष्ठति. तर्हि यत्र आश्रयः इति वदामः तत्र समवायिकारणम् इति आगच्छति, अपि वयं केवलं द्रव्ययोः मध्ये एव तत्र आश्रयम् इति चिन्तनं कुर्वन्तः स्मः खलु. तर्हि तत्र विषयः किम् अस्ति, तत्र संयोगः इति आसीत् विषयः, कुत्र कुत्र संयोगः भवति इति तत्र वयं किं कृतवन्तः, तत्र द्रव्यम् अपि तत्र तस्य आश्रयः. यदि एकं द्रव्यं स्वीकुर्मः अपि तद्द्रव्यं तस्य आश्रयः यः अस्ति तस्मिन् आश्रये अस्ति चेत् द्रव्यम् अपि आश्रय तयोः मध्ये कदापि संयोगः न भवति इति अस्माकं चिन्तनम् आसीत्. तर्हि तत्र द्रव्यमपि आश्रयः तयोः मध्ये तत्र वयं दृष्टवन्तः तत्र अस्ति सम्बन्धः, समवायसम्बन्धः. तर्हि समवायसम्बन्धः कुत्र कुत्र भवति इति चिन्तयामः. तर्हि तत्र विमला भगिनी, समवायसम्बन्धः कुत्र कुत्र भवति? नमस्ते महोदय. गुणगुणिनोः, क्रियाक्रियवतोः, अवयव अवयविनोः, जातिव्यक्त्योः, परमाणुविशेषयोः, तत्र समवायसम्बन्धः अस्ति. क्रियावतो क्रियावान् इति जातिव्यक्ति अवयव अवयविनि अवयवी अवयवाः अवयवः विशेषपरमाणु परमाणुविशेषः इति अस्ति. तर्हि अत्र संयोगस्य विषये, संयोगः तयोः मध्ये भवति संयोगः द्रव्ययोः मध्ये. तर्हि यत्र समवायः इति आगच्छति तत्र समवायसम्बन्धः अस्ति, किन्तु संयोगः इति केवलं द्रव्ययोः मध्ये एव भवति अपि अस्माकं प्रश्नः कुत्र संयोगः भवति, द्रव्ययोः मध्ये कुत्र संयोगः भवति. वयं किं चिन्तितवन्तः गतवर्गे, यत्र समवायसम्बन्धः नाम यत्र द्रव्यम् अपि तस्य आशयः अस्ति तत्र संयोगः कदापि न भवति इति. यत्र तादृशी स्थितिः नास्ति तत्र एव संयोगः भवति. नाम घटः पुस्तकं विहाय स्थातुं शक्नोति, पुस्तकमपि घटं विहाय स्थातुं शक्नोति. तर्हि घटपुस्तकयोः मध्ये तत्र संयोगसम्बन्धः भवितुम् अर्हति. किन्तु घटकपालयोः मध्ये कपालः तु घटं विहाय स्थातुं शक्नोति, किन्तु घटः कपालं विहाय न स्थातुं शक्नोति. अतः तत्र घटकपालयोः मध्ये तत्र संयोगसम्बन्धः न भवति. ते अयुसिद्धौ, ते युतसिद्धौ न सन्ति इति अस्ति. तर्हि यद्यपि तत्र समवायसम्बन्धस्य विषये तत्र पञ्च स्थलेषु तत्र समवायसम्बन्धः भवति, किन्तु पञ्चस्थलेषु एकः एव तत्र आवश्यकः यदि संयोगस्य विषये. सः कः? एकः एव तत्र नाम यदि अस्माकं चिन्तनं द्रव्ययोः मध्ये अस्ति चेत् गुण अपि गुणद्रव्ययोः अस्ति, तस्य आवश्यकता अस्ति वा? अस्माकं प्रश्नः अस्ति कदा संयोगः द्रव्ययोः मध्ये कदा संयोगः भवति. तर्हि वयं समवायस्य विषये अपि तत्र चर्चा भवति, किन्तु समवायः यद्यपि पञ्चस्थलेषु भवति केवलम् तत्र पञ्चषु स्थलेषु अपि तत्र संयोगस्य विषयः आगच्छति वा? नाम तत्र संयोगस्य प्रश्नस्य उत्तरार्थं तत्र गुणगुणिनोः अपि तत्र आवश्यकता अस्ति वा, अथवा विशेषः परमाणोः तस्य अपि आवश्यकता अस्ति वा, अथवा केवलम् एकं वा द्वे वा तस्य एव आवश्यकता अस्ति? केवलम् अवयवी अवयः अवयवः तयोः मध्ये यदि सम्बन्धमस्ति तत् भ्रमात्मकमस्ति इति कथं भवति कथं भवति इति चिन्तनीयम्. नाम केवलम् अवयव अवयवी मध्ये एव तत्र अवयवी अवयवः तत्र अवयवः द्रव्यमस्ति अवयवी अपि द्रव्यं विशेषः अपि परमाणुः तत्र परमाणुः द्रव्यं भवति किन्तु विशेषः द्रव्यं नास्ति खलु विशेषः पदार्थः अस्ति किन्तु द्रव्यं नास्ति तर्हि अत्र संयोगस्य प्रश्नः एव न आगच्छति संयोगः तयोः मध्ये भवति न भवति प्रश्नः एव नास्ति जातिव्यक्तियोः मध्ये तत्र कदा भवति न भवति इति तत्र प्रश्नः एव नास्ति नाम कुत्र संयोगः भवति समवायः भवति कुत्र समवायः न भवति इति तत्र अस्माकं मूलप्रश्नः द्रव्यमस्ति अन्यत् द्रव्यमस्ति तयोः मध्ये कदा संयोगः भवति इति तर्हि आवश्यकं केवलम् एषः भागः एतस्य एतस्य एतस्य एतस्य आवश्यकता नास्ति किन्तु समवायः नाम युतसिद्धौ इति अस्ति चेत् तत्र युतसिद्धौ तत्र अयुत क्षम्यतां तत्र अयुत सिद्धत्वं कुत्र कुत्र भवति अयुतसिद्धत्वं यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अस्ति अयुतसिद्धत्वम् अयुतसिद्धत्वं नाम तत्र तत्र एकम् अन्यं विहाय न स्थातुं शक्नोति गुणः गुणिनं विहाय न स्थातुं शक्नोति क्रिया क्रियावन्तं विहाय न स्थातुं शक्नोति जाति अपि तथैव विशेषः अपि तथैव किन्तु केवलं यदि वयं द्रव्यम् इति संयोगः अपि द्रव्योः मध्ये एव तत्र कुत्र समवायः भवति कुत्र समवायः न भवति इति अस्माकं प्रश्नः अस्ति चेत् अस्तु केवलम् एकमेव स्थलम् आवश्यकम् अवयवि अवयवः महोदय प्रश्नः अस्ति महोदय यथा अस्माभिः पठितम् अयुतसिद्धौ इति उच्यते चेत् नाशपर्यन्तं यथा घटः घटस्य नाश भवति चेत् कपालः न तिष्ठति नाशपर्यन्तम् एकम् नाम घट नाशपर्यन्तं नाम तत्र अस्तु आश्रित्य तस्य आश्रित्य तिष्ठति इति नाशपर्यन्तं घटः नाशपर्यन्तं कपालम् एव आश्रित्य तिष्ठति अन्यत् किमपि आश्रित्य अन्य कोऽपि कदापि आश्रयः न भवितुमर्हति तथा अत्रापि महोदय एते उदाहरणाः सन्ति गुणः गुणगुणे क्रियाक्रिया तत्र अपि गुणः अपि तथा एव खलु किं नाशपर्यन्तं गुणिनम् आश्रित्य तिष्ठति इति वा हा सत्यं भगिनि तर्हि यदि अस्माकं विषयः अस्ति अयुतसिद्धत्वं तर्हि तत्र सर्वम् अपेक्षितं नाम तयोः मध्ये अपि अयुतसिद्धत्वम् अस्ति तयोः मध्ये अत्रापि अत्रापि अत्रापि किन्तु वयं तु अयुतसिद्धत्वं कुत्र अस्ति इति अस्माकं चिन्तनं नाम कुत्र कुत्र अस्ति इति पदार्थद्वयोः मध्ये अस्माकं चिन्तनम् अस्ति केवलं कदा द्रव्ययोः मध्ये कदा अयुतसिद्धत्वम् अस्ति इति तर्हि द्रव्ययोः मध्ये कदा संयोगः भवति इति नाम यत्र संयोगः न भवति नाम संयोगः यत्र भवति तत्र युतसिद्धत्वम् अस्ति यत्र संयोगः न भवति तत्र एव अयुतसिद्धत्वम् तर्हि संयोगः द्रव्ययोः मध्ये कदा संयोगः भवति इति प्रश्नस्य उत्तरार्थं युतसिद्धत्वम् अथवा अयुतसिद्धत्वं कदा भवति इति द्रष्टव्यः केवलं द्रव्ययोः मध्ये एव अतः अयुतसिद्धत्वं कुत्र कुत्र भवति इत्युक्ते पञ्चषु स्थलेषु भवति, किन्तु केवलं द्रव्यस्य विषये एव चिन्तनम् इति चेत् द्रव्यम् अपि तस्य आश्रयः इति एव तत्र चिन्तनमस्ति चेत् समवायसम्बन्धः द्रव्ययोः मध्ये कदा भवति इति अस्माकं चिन्तनमस्ति चेत् तत्तु सर्वदा अवयवी अवयवः एव. तर्हि अयुतसिद्धत्वं पञ्चषु स्थलेषु भवति, किन्तु द्रव्यः द्रव्यम् इति अस्ति चेत् द्रव्यं केवलम् अवयव अवयवे भवितुम् आचार्य, पूर्वं यत् उदाहरणमासीत् पुस्तकं घटयोः मध्ये यः सम्बन्धः अस्ति पुस्तकघटयोः मध्ये तत् सम्बन्धं सहसम्बन्धः कः इति वा? सहसम्बन्धः तत्र सन्दर्भानुसारं नाम तत्र संयोगः भवितुम् अर्हति. यदि तत्र घटः अपि पुस्तकं तयोः मध्ये घटः पुस्तकं स्पृशति चेत् तत्र तयोः मध्ये संयोगसम्बन्धः भवति. अपि यदि तत्र घटं पुस्तकस्य उपरि स्थापयामः तदापि तत्र तयोः मध्ये संयोगसम्बन्धः भवितुम् अर्हति. किन्तु घटकपालयोः मध्ये न कदापि तत्र संयोगः भवितुम् अर्हति. तर्हि घटकपालयोः मध्ये यः सम्बन्धः अस्ति तत् अयुतसिद्धत्वम् तस्मिन् एव सत्यं भगिनि. सत्यं अन्यद्रव्येन यदा सम्बन्धः भवति तत्तु सामान्य वा किमपि सम्बन्धः वा इति किन्तु तत्तु सामान्यम् इति पूर्वं चिन्तितवन्तः, किन्तु न्यायशास्त्ररीत्या यदि वक्तुम् इच्छामः तत्र यत्र अयुतसिद्धत्वम् अस्ति तत्र संयोगस्य प्रश्नः एव न उदेति. संयोगः तयोः मध्ये ययोः द्रव्ययोः मध्ये अयुतसिद्धत्वम् अस्ति, तयोः द्रव्ययोः मध्ये संयोगः कदापि न भवति. द्वयोः मध्ये तत्र द्युतसिद्धत्वमस्ति, नाम एकम् अन्यं विहाय स्थातुं शक्नोति तदा तत्र संयोगसम्बन्धः भवितुम् अर्हति. वृणामि भगिनि सम्यक् वा? आम्, तर्हि अत्र अयुतसिद्ध इति शब्दस्य व्युत्पत्ति न युतः इति किम् आसीत् गतवर्गे आसीत्, किन्तु तत् इदानीं न पठामः. तत्र युतसिद्धत्वं तत्र न इति नाम युतसिद्धत्वम् इत्युक्ते कुत्र तत्र संयोगः भवितुम् अर्हति, अयुतसिद्धत्वं कुत्र संयोगः न भवितुम् अर्हति. अपि तत्र अयुतसिद्धत्वम् इति तस्य विश्लेषणं कृत्वा नाम तत्र एकम् अन्यत् द्रव्यं विहाय न स्थातुं शक्नोति, आश्रयं विहाय न स्थातुं शक्नोति, तदा एव तत्र अयुतसिद्धत्वम् अस्ति. तर्हि अयुतसिद्धत्वं तत्र गुणः नाम तत्र घटस्य तत्र पुस्तकस्य रूपं पुस्तकं विहाय न स्थातुं शक्नोति. तर्हि तत्र पुस्तकम् अपि तस्य रूपं तत्र तयोः मध्ये अयुतसिद्धत्वं वर्तते खलु? वर्तते एवम् एवं. यतोहि गुणः आश्रयं नाम पुस्तकस्य रूपम् इति गुणः पुस्तकं विहाय न स्थातुं शक्नोति. तर्हि तयोः मध्ये अयुतसिद्धत्वम् अस्ति. तथैव यदि कन्दुके क्रिया अस्ति, अहं कन्दुकं तत्र पातयामि, तर्हि कन्दुके क्रिया अस्ति, क्रिया अपि कन्दुकं तयोः मध्ये अयुतसिद्धत्वम् अस्ति. नाम यावत्पर्यन्तं क्रिया अस्ति, क्रियायाः नाशपर्यन्तं सा क्रिया केवलं कन्दुकमाश्रित्य एव तिष्ठति. तर्हि अर्थात् सर्वत्र यत्र यत्र समवायसम्बन्धः वर्तते तत्र अयुतसिद्धत्वम् इति भावः अपि वर्तते वर्तते इति एव समीचीनम् इति अस्ति, किन्तु अयुतसिद्धत्वम् इति विषयः वयं पदार्थयोः मध्ये कदा भवति इति अस्माकं प्रश्नः नास्ति. अयुतसिद्धत्वं द्रव्ययोः मध्ये कदा भवति इति अस्माकं प्रश्नः. अयुतसिद्धत्वं कदा पदार्थयोः मध्ये भवति इति प्रश्नः अस्ति चेत् पञ्चसु स्थलेषु भवति, नाम एतेषु स्थलेषु अयुतसिद्धत्वं भवति. किन्तु यदि वयं केवलं पृच्छामः अयुतसिद्धत्वं कदा द्रव्ययोः मध्ये भवति, तदा उत्तरमस्ति केवलम् अत्रैव अवयवी अवयवः एव, खलु? यतोहि अयुतसिद्धत्वमपि भवेत् अपि आदेयः अधिकरणं द्वयमपि द्रव्यं भवेत्, खलु? तर्हि तत्र अत्र द्रव्यद्वयं नास्ति. अत्र यद्यपि एतत् द्रव्यं भवितुम् अर्हति, एतत् द्रव्यं नास्ति. एतद् द्रव्यं नास्ति यद्यपि एतद् द्रव्यं भवितुम् अर्हति. अत्रापि द्रव्यं किन्तु अत्रापि द्रव्यं किन्तु उपरि द्रव्यं नास्ति अत्र, तर्हि केवलम् अत्र एव द्रव्यं भवितुम् अर्हति इति कृत्वा अत्र एव तत्र द्रव्ययोः नाम प्रश्नः उदेति. अपि अवयवी सर्वदा द्रव्यमेव भवति, अवयवः अपि सर्वदा द्रव्यमेव भवति. तर्हि यत्र अयुतसिद्धत्वं यदि अस्माकं प्रश्नः अस्ति कदा अयुतसिद्धत्वं द्रव्ययोः मध्ये भवति, तदा उत्तरमस्ति यत्र अवयवी अवयवः भावः अस्ति तत्रैव अयुतसिद्धत्वम् अस्ति. अपि यत्र अवयवी अवयवः भावः अस्ति तत्र एव संयोगः न भवितुम् अर्हति. समीचीनं वा? अस्मिन् विषये कोऽपि प्रश्नः? अस्तु, समव्याप्ति अस्तु अस्तु. तर्हि अतः वयम् आरम्भं कुर्मः. तर्हि तर्हि मृणाली भगिनी भवती वा अत्र पठति वा? अत्र प्रश्नः उदेति, अत्र प्रश्नः उदेति, समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः अस्ति वा? अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवायः इति द्वयोः सम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. किमर्थमिति चेत् अत्र संयोग इति विषयः, संयोगः तु द्रव्ययोः एव भवति. अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्. वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति, द्रव्यक्रिययोर्मध्ये भवति, जातिव्यक्त्योर्मध्ये भवति, परमाणुविशेषयोर्मध्ये भवति. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्. अयं व्यापकभावः एवं च यत्र उभयथा भवति तत्र समव्याप्तिः इत्युच्यते. अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा अयुतसिद्धत्वं द्वयोः मध्ये कः भेदः अस्ति? अयुतसिद्धत्वम् इति द्वयोः स्वभावः. अयुतसिद्धत्वं नाम तत्र घटः कपालः तयोः मध्ये अयुतसिद्धत्वम् अस्ति इति सम्बन्धः नास्ति, पदार्थः नास्ति, खलु? अयुतसिद्धत्वम् नास्ति जातिः नास्ति केवलं स्वभावः नाम तादृशी स्थितिः अस्ति कपालगटयोः मध्ये इति समवायः इति द्वयोः सम्बन्धः किन्तु ततः कपाले वर्तते इति यदि वदामः तर्हि केन सम्बन्धेन अस्तु समवायसम्बन्धेन वर्तते इति आगच्छति तर्हि समवाय तु तयोः मध्ये अवयव अवयवि तयोः मध्ये समवायसम्बन्धः वर्तते तर्हि सिद्धत्वम् इति स्वभावः परन्तु समवाय समवायः इति सम्बन्धः यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः अस्ति गतकपालयोः मध्ये वयं दृष्टवन्तः अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः किमर्थमिति चेत् अस्माकं विषये तत्र अयुतसिद्धत्वं कुत्र कुत्र वर्तते इति नास्ति केवलं द्रव्ये कुत्र अयुतसिद्धत्वं वर्तते इति अस्माकं प्रश्नः विशेषतः द्रव्ये अयुतसिद्धत्वं किम् अत्र कुत्र वर्तते इति पश्यन्तः स्मः यतोहि अस्माकं विषये अस्ति संयोगः कुत्र भवति किमर्थमिति चेत् अत्र संयोगः इति विशेषः अत्र संयोगः इति विषयः संयोगः तु द्रव्ययोः एव भवति अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम् वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति द्रव्यक्रियायोर्मध्ये भवति जातिव्यक्तियोर्मध्ये भवति परमाणुविशेषयोर्मध्ये भवति यत्र यत्र यद्यपि तत्र अयुतसिद्धत्वम् एतेषु स्थलेषु भवति किन्तु अस्माकं तत्र विषयस्य विषयः तु तत्र संयोगः इति तर्हि तत्र अयुतसिद्धत्वं पदार्थे कुत्र भवति इति न किन्तु द्रव्ये कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम् अयुतसिद्धत्वं कुत्र कुत्र पदार्थे भवति इति द्रष्टव्यम् इति नास्ति केवलं कुत्र कुत्र द्रव्ये भवति इति एव द्रष्टव्यम् अतः यद्यपि अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति किन्तु तेन किमपि नास्ति अस्ति संयोगस्य विषये तस्य महत्त्वं नास्ति द्रव्यगुणयोः मध्ये अयुतसिद्धत्वमस्ति अस्तु भवतु किन्तु तत्र संयोगस्य विषये तस्य महत्त्वं नास्ति तथैव तत्र द्रव्यक्रियोर्मध्ये अपि अयुतसिद्धत्वं भवति किन्तु संयोगस्य विषये तस्य महत्त्वं नास्ति समीचीनम् यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम् अत्र इदानीं पञ्चसु स्थलेषु चिन्तनमस्ति खलु यत्र यत्र अयुतसिद्धत्वम् अयं व्याप्यव्यापकभावः अस्ति एवं यत्र उभयथा भवति व्याप्यव्यापकसम्बन्धभावः तत्र समव्याप्तिः इति उच्यते तर्हि तत्र यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति अस्ति तत्र व्याप्यव्यापकः भावः वर्तते इति न्यायशास्त्रे चिन्तनम् अस्ति इदानीम् अग्रे तत्र व्याप्यव्यापकः भावः इत्युक्ते किम् इति अग्रिमे परिस्थिते दत्तमस्ति तर्हि तत्र व्याप्यव्यापकः अपि तत्र कुत्रचित् समव्याप्तिः भवति नाम एकः व्याप्यव्यापकः भावः तत्र यत्र भवति तत्र एकः व्याप्यः इति भवति अन्यः व्यापकः इति भवति किन्तु विपरीतरीत्या अपि यदि वक्तुं शक्नुमः तत्र समव्याप्तिः अस्ति इति उच्यते. पश्यामः उदाहरणानि पश्यामः तर्हि तर्हि अग्रे तत्र शुभदा भगिनी अग्रे पठति वा? आं महोदय. एकनिमिषं महोदय. तर्हि व्यापकभावः तस्मात् आरभ्य खलु. इदानीं तत्र व्याप्य व्यापकः भावः इत्युक्ते किम् इति तर्हि व्याप्य व्यापकभावः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः. वह्नि धूमयोर्मध्ये यथा व्याप्य व्यापकभावः तथा व्याप्य व्यापकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावः अपि स्यात्, किन्तु सर्वत्र कार्यकारणभावः भवेत् इति नास्ति नियमः. वह्नि धूमयोः व्याप्य व्यापकभावः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति. धूमः व्याप्यः, वह्निः व्यापकः, अत्र तयोः कार्यकारणभावः अपि भवति. धूमस्य कारणं वह्निः. तर्हि अत्र व्याप्य व्यापकभावः इति इत्यस्य विवेचनं कृतं वर्तते. यत्र व्याप्य इति किम् अपि च व्यापक इति किं, तयोर्मध्ये कः सम्बन्धः इति चेत् धूमः तथा वह्नेः अत्र उदाहरणं नीतमस्ति. धूमः यत्र धूमः भवति तत्र तत्र वह्निः भवति इति वदामः लोके तु इति उच्यते. वह्नि धूमयोर्मध्ये तत्र व्याप्य व्यापकभावः अस्ति इति इति अत्र न्यायशास्त्रे वदामः. न्यायशास्त्रे तयोः मध्ये व्याप्य व्यापकभावः वर्तते तर्हि व्याप्य व्यापकभावः वर्तते तत्र कार्यकारणभावः अपि भवति वा इति चेत् भवति एव इति तु न, परन्तु अत्र तु वह्निधूमयोर्मध्ये व्याप्य व्यापकभावः अपि अस्ति अपि च कार्यकारणभावः अपि अस्ति. यतोहि यत्र यत्र धूमः वर्तते तत्र तत्र वह्निः अपि भवति. तत्र व्याप्य इति नाम किं, व्यापक नाम किम् इति तु अग्रिमपरिच्छेदे अस्ति इति मन्ये. वह्निः व्यापकः इति अत्र लिखितमस्ति. अपि च तयोः मध्ये कार्यकारणभावः अपि अस्ति. यतोहि वह्निः इति कार्यं भवति, तस्य कारणं क्षम्यतां, धूमः इति कार्यं भवति, तस्य कारणं तु वह्निः भवति. वह्निना कृते, वह्निना निमित्तेन, वह्नेः निमित्तेन धूमः भवति इति कृत्वा धूमस्य कारणं वह्निः इति भवति. हा, उत्तमं भगिनि. तर्हि तत्र व्याप्य व्यापकः भावः इति नाम यत्र यत्र एकमस्ति तत्र तत्र अन्यत् अपि अस्ति इति तादृशी स्थितिः अस्ति चेत् तत्र तयोः मध्ये तत्र व्याप्य व्यापकः भावः वर्तते इति वदामः. अत्र उदाहरणं धूमः वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः, तयोः मध्ये व्याप्य व्यापकः भावः इति वदामः. तत्र व्याप्यः धूमः, वह्निः व्यापकः, नाम तत्र चित्रं स्वीकृत्य लिखामः चेत् तर्हि तत्र यत्र यत्र धूमः नाम एतद् लोक अस्माकं लोकम् इति चिन्तयतु, तत् सर्वम् अत्र अस्ति. धूमः केवलम् अत्र भवति इति चिन्तयामः, धूमस्य क्षेत्रं तदस्ति. किन्तु तत्र वह्निः कुत्र अस्ति? यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति. किन्तु तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः, तर्हि वह्निः क्षेत्रं बृहत् अस्ति खलु? वह्निः, वह्नेः क्षेत्रं बृहत् अस्ति. तत्र यदि एतत् धूमस्य क्षेत्रम् इति चिन्तयामः, किन्तु वह्निः क्षेत्रं तस्मात् बृहत् अस्ति, नाम यत्र धूमः नास्ति तत्रापि वह्निः भवितुम् अर्हति. तर्हि यस्य क्षेत्रं न्यूनमस्ति सः व्याप्यः, यस्य क्षेत्रं बृहत् अस्ति सः अस्ति व्यापकः. अत्र धूमः, धूमस्य क्षेत्रं न्यूनं, व्याप्यः, वह्निः क्षेत्रं, क्षेत्रं नाम कुत्र कुत्र वह्निः भवितुम् अर्हति, तस्य क्षेत्रं वृत्तित्वं कुत्र कुत्र वह्निः भवितुम् अर्हति, वर्तते अथवा वृत्तित्वं कुत्र कुत्र अस्ति इत्युक्ते तत्र वह्नेः क्षेत्रं बृहत् अस्ति धूमस्य क्षेत्रस्य अपेक्षया. तर्हि वह्निः भवति व्यापकः, धूमः भवति व्याप्यः. व्याप्यः द्विपदं नाम तत्र वर्णद्वयमस्ति, व्याप्यः एकम् अधिकं तत्र कः इति अस्ति व्यापकः. तर्हि व्यापकः क्षेत्रं बृहत् अस्ति इति चिन्तयितुं शक्नुमः. व्याप्यः नूनं, व्यापकः बृहत् इति. तर्हि तत्र व्याप्यव्यापकः भावः तयोः मध्ये भवति. व्याप्यव्यापकः भावः कुत्र कुत्र भवति इत्युक्ते यत्र कार्यकारणभावः अस्ति तत्र निश्चयेन तत्र व्याप्यव्यापकः भावः वर्तते. नाम तत्र घटः अपि कपालः, तत्र कपालः घटस्य कारणं. तर्हि यत्र यत्र घटः तत्र तत्र कपालः इति एव भवति. किन्तु यत्र यत्र कपालः तत्र तत्र घटः इति न वक्तुं शक्नुमः. तर्हि तत्र कपालः व्यापकः, घटः व्याप्यः. यत्र एकस्य क्षेत्रं बृहत् अस्ति अन्यस्य क्षेत्रस्य अपेक्षया, बृहत् इति नाम यत्र यत्र इति तत्र क्षेत्रम् एकस्य क्षेत्रम् अन्यस्य क्षेत्रे, अन्यस्य क्षेत्रे अन्तर्भूतः, अन्तर्भूतम् अस्ति, तदा तत्र वयं वदामः तत्र व्याप्यव्यापकः भावः वर्तते. तर्हि तत्र घट तत्र धूमवह्नयोः वह्निः इति उदाहरणे धूमः एव व्याप्यः, वह्निः व्यापकः. तत्र वह्निः व्याप्यः अपि धूमः व्यापकः इति न वक्तुं शक्नुमः, यतोहि यत्र यत्र वह्निः तत्र तत्र धूमः इति न भवितुम् अर्हति. तर्हि तत्र किमस्ति, तत्र वयं दृष्टवन्तः अत्र यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति. तर्हि तत्र अनीता भगिनी, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति अस्ति. तर्हि तत्र अत्र विषयः तत्र व्याप्यव्यापकः भावः अस्ति खलु? आम् आम्. हा, तर्हि व्याप्यः कः, व्यापकः कः? अस्मिन् उदाहरणे वन्नि न अयुतसिद्धत्वं, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्ध, अपि च यत्र यत्र समवायसम्बन्धः तत्र केवलं एतत् एतदेव स्वीकरोतु. नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति यत्र अस्ति, तत्र व्याप्यः कः, व्यापकः कः? यत्र यत्र धूमः तत्र तत्र वह्निः. अत्र धूम इति व्याप्यः, वह्नि इति व्यापकः. तत्र वह्नि क्षेत्रं धूमस्य अपेक्षया, धूमस्य क्षेत्रस्य अपेक्षया बृहत् इति अस्ति. वह्नि इति व्यापकरूपेण आगच्छति, धूम इति व्याप्यरूपेण आगच्छति. इदानीं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अयुतसिद्धत्वम् इत्युक्ते तत् वयं दृष्टवन्तः, एकस्य द्रव्यस्य नाशपर्यन्तं तद् द्रव्यं न अयुतसिद्धत्वम् इति किमिति नास्ति, विषयमस्ति. किन्तु अयुतसिद्धत्वम् इति अस्ति, समवायसम्बन्धः इति अस्ति. नाम यत्र यत्र धूमः तत्र तत्र वह्निः, तर्हि तत्र तयोः मध्ये धूमवन् तत्र वह्निः मध्ये तत्र व्याप्यव्यापकः भावः वर्तते खलु? आम्, तत्र व्याप्यव्यापकभावः वर्तते. इदानीम् अयुतसिद्धत्वम् अपि समवायसम्बन्धः, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति लिखितं, तर्हि तयोः मध्ये व्याप्यव्यापकः भावः वर्तते वा? अयुतसिद्धत्वं समवाये अयुतसिद्धत्वं यत्र अस्ति इति एकम्, अयुतसिद्धत्वम् इति एकम्, अयुतस्य समवायसम्बन्धः. तयोः मध्ये किं तत्रापि तत्र व्याप्यव्यापकभावः वर्तते वा? तत्र व्याप्यव्यापकभावः वर्तते. वर्तते, हा, वर्तते. उत्तमं, तर्हि व्याप्यः कः व्यापकः कः? अत्र यद्द्रव्यम् अन्यस्य आश्रय अयुतसिद्धत्वम् इति अयुतसिद्धत्वं किमिति मास्तु. यत्र यत्र धूमः तत्र तत्र वह्निः, तत्र धूमः कः वह्निः कः इति प्रश्नः नास्ति. यत्र धूमः अस्ति तत्र वह्निः अस्ति इति एव. तत्र धूमः यत्र अस्ति तत्र वह्निः निश्चयेन अस्ति, तर्हि धूम अपि वह्निः तयोः मध्ये व्याप्यवापकभावः वर्तते. इदानीं वाक्यमस्ति यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. समवायसम्बन्धः कः इति मास्तु, अयुतसिद्धत्वं नाम किम् इति मास्तु, केवलं यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः इति वाक्येन तयोः मध्ये अयुतसिद्धत्वम् अपि समवायसम्बन्धः, तयोः मध्ये व्याप्यव्यापकः भावः अस्ति वा? अस्ति, अस्ति, अस्ति, अस्ति. इदानीं व्याप्यः कः व्यापकः कः, तस्य क्षेत्रं बृहत् अस्ति इति. यस्य क्षेत्रं बृहत् अस्ति तत् व्यापक इति अस्ति. अन्यस्य अपेक्षा यस्य क्षेत्रं बृहत् तत् सः व्यापकः. यस्य अत्र उदाहरणे वह्निः क्षेत्रं बृहत् धूमस्य क्षेत्रस्य अपेक्षया. इदानीं केवलम् एतत् जानीमः, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, तेन किम् अवगच्छामः? तत्र व्याप्यव्यापकः भावः वर्तते इति भवत्या उक्तं, किन्तु व्याप्यः कः व्यापकः कः? यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धं, तत्र एव यत्र यत्र धूमः तत्र तत्र वह्निः, धूमः व्याप्यः वह्निः व्यापकः, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, तर्हि तत्र कः व्याप्यः कः व्यापकः? यत् द्रव्यम् अन्यस्य आश्रये अन्यस्य अयुतसिद्धत्वं किमिति मास्तु भगिनि, अयुतसिद्धत्वं किमिति मास्तु, यत्र अयुतसिद्धत्वं भवति अयुतसिद्धत्वस्य क्षेत्रम् अपि समवायसम्बन्धस्य क्षेत्रं, तस्य क्षेत्रं बृहत् अस्ति. अयुतसिद्धत्वम् अयुतसिद्धत्वं तत्र तत्र समय एवं अस्तु अस्तु. यत्र यत्र धूमः भवति तत्र वह्निः निश्चयेन भवति, तथैव यत्र अयुतसिद्धत्वं भवति तत्र समवायसम्बन्धः निश्चयेन वर्तते इति लिखितं खलु. यत्र यत्र अयुतसिद्धत्वं वर्तते नाम यत्र यत्र अयुतसिद्धत्वम् अयुतसिद्धत्वस्य क्षेत्रं यदस्ति अपि यत्र यत्र अयुतसिद्धत्वं वर्तते तत्र तत्र समवायसम्बन्धः वर्तते एव इति लिखितम्. आम् आम्. तर्हि तस्य क्षेत्रं बृहत् तस्य क्षेत्रं न्यूनम् अस्तु अस्तु अस्तु. तर्हि विमला भगिनी प्रश्नः अस्ति वा अथवा भवती वक्तुमिच्छति वा? वक्तुमिच्छामि महोदय, अयुतसिद्धत्वं व्याप्यः समवायसम्बन्धः व्यापकः इति भाति. हा, केवलम् एतत् वाक्यमस्ति चेत् यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, नाम यत्रापि यदि वयम् अयुतसिद्धत्वम् अस्ति इति पश्यामः तत्र समयसम्बन्धः अस्ति इति अपि जानीमः. तर्हि अयुककुद्धत्वम् इति धूमस्य धूमवत् व्याप्यः धूमः इव भवति, समवायसम्बन्धः ध्वनिः इव भवति, व्यापकः अस्ति. यतोहि हा यत्र यत्र धूमः तत्र तत्र बन्धिः, यत्र यत्र अल्पसिद्धत्वं तत्र तत्र समवायसम्बन्धः अस्ति. समीचीनं भगिनी, धन्यवादः. नीता भगिनी, प्रश्नः इदानीं? हा प्रश्नः अस्ति, अयुतसिद्धत्वं व्याप्य इति व्याप्यः अस्ति, व्याप्यः अस्ति, समवायसम्बन्धः व्यापकः. समवायसम्बन्धस्य क्षेत्रम् अयुतसिद्धत्व क्षेत्रस्य अपेक्षया बृहत् इति अस्ति, बृहत् अस्ति इति. इति यदि केवलम् एतत् एव जानीमः, एतत् वाक्यं पठामश्चेत् तेन वयं किम् अवगच्छामः, अस्तु अयुतसिद्धत्वं समवायसम्बन्धः, तयोः मध्ये व्याप्यव्यापकः भावः वर्तते, अयुतसिद्धत्वं तस्य क्षेत्रं न्यूनं, समवायसम्बन्धः तस्य क्षेत्रं बृहत्. केवलं यदि केवलम् एतत् वाक्यं पठामः तेन एतदेव अवगच्छामः, किन्तु अग्रे अपि च इति अस्ति. इदानीम् अपि च यत्र यत्र समवायसम्बन्ध तत्र तत्र अयुतसिद्धत्वम्. एतदपि सत्यमस्ति, यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वं, तदपि सत्यमस्ति. तर्हि समवायसम्बन्धः अयुत अत्र अत्र अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम् अनेन वाक्येन तु समवायसम्बन्ध व्याप्यरूपेण आगच्छति, अयुतसिद्धत्वं व्यापक भवति, एवम् अर्थः नाम इति एव अस्ति भगिनि. तर्हि तत्र किं भवति, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र एव समवायसम्बन्धः. तर्हि यदि वाक्यद्वयमस्ति, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, अपि यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वं, तत्र किं भवति, अयुतसिद्धत्वम् अपि समवायसम्बन्धः तयोः मध्ये क्षेत्रं समानमस्ति, समानमस्ति. यतोहि प्रथमवाक्येन समवायसम्बन्धस्य क्षेत्रम् अयुतसिद्धत्वस्य क्षेत्रस्य अपेक्षया बृहत् इति, किन्तु द्वितीयवाक्यं यदस्ति तेन तत्र अयुतसिद्धत्वस्य क्षेत्रं समवायसम्बन्धस्य क्षेत्रस्य अपेक्षया बृहत् इति आगतं. तर्हि तत्र अस्यां स्थित्यां तत्र क्षेत्रं समानम् इति आगतम्. तथैव तत्र समव्याप्तिः, उभयथा यत्र उभयथा भवति समव्याप्तिः इति उच्यते. अग्रे पश्यामः, किन्तु अत्र समव्याप्तिः अपि उभयथा नाम एतद्वाक्यमपि सत्यम्, एतद्वाक्यमपि सत्यमस्ति चेत् तत्र व्याप्यव्यापकः भावः उभयथा तत्र, एवञ्च यत्र उभयथा भवति नाम वाक्यद्वयं वर्तते तत्र समव्याप्तिः इति उच्यते. केवलम् एकमेव वाक्यमस्ति नाम यत्र यत्र गतः तत्र तत्र कपालः, तर्हि गतस्य क्षेत्रस्य अपेक्षया कपालस्य क्षेत्रं बृहत् अस्ति. क्षेत्रमिति नाम तत्र विषयक्षेत्रं नाम साक्षात् कपालः कुत्र लोके वर्तते किं नाम चिन्तनलोके यत्र यत्र गतः इति विषये आगच्छति तत्र तत्र कपालः इति भवति एव. इदानीम् अवगतं, तत् अहं चिन्तितवती कथं यत् यत्र यत्र कथम् अयुत नाम यत्र यत्र अयुतसिद्धत्वम् इति न तत्र कुत्र भवति इति प्रश्नः नास्ति, केवलं यत्र यत्र भवति एतदपि भवति तावदेव. नाम यत्र यत्र धूमः तत्र तत्र वह्निः, तत्र धूमः कः इति न जानामि, वह्निः कः इति न जानामि चेदपि द्वयोः मध्ये व्याप्यव्यापकः भावः वर्तते इति तु अवगच्छामि इति. स्पष्टमस्ति इदानीम्. अस्तु समीचीनम्. अस्तु अग्रे तत्र चन्द्रमती भगिनी अग्रे पठति वा? अधुना यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्नुमः, यतोहि यत्र वह्निः भवति तत्र उचित धूमः न भवति, यस्य न्यूनदेशवृत्तिः सः व्याप्यः, यस्य अधिकदेशवृत्तिः सः व्यापकः। अत्र धूमः व्याप्यः वह्निः व्यापकः विपरीतरीत्या न सम्भवति, तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति, एकमुखिनी व्याप्तिः एव। किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र समव्याप्तिः वर्तते, अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते। आत्मत्वम् इति ज्ञातिः सर्वदा आत्मनि अस्ति, आत्मनि अपि सर्वदा ज्ञानं भवति एव, अनेन आत्मत्वज्ञानयोः समव्याप्तिः। प्रकृतौ आयुधसिद्धत्वं समवायसम्बन्धयोः अपि तथैव समव्याप्तिः अस्ति। इदानीं पूर्वस्मिन् परिच्छेदे यत्र यत्र आयुधसिद्धत्वं तत्र तत्र समवायः यत्र यत्र समवायसम्बन्धः यत्र यत्र समवायसम्बन्धः तत्र तत्र आयुधसिद्धत्वम् इति उक्तमस्ति। अत्र समव्याप्तिः इति वयं दृष्टवन्तः। इदानीं वह्नेः उदाहरणं दत्तमस्ति, वह्निः यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं शक्यते, किन्तु यत्र यत्र धूमः यत्र यत्र धूमः तत्र तत्र वह्निः तत्र तत्र वह्निः इति वक्तुं शक्यते, कार्यकारणभावः अत्र अस्ति, किन्तु यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्यते। वह्नेः कार्यक्षेत्रं बृहत् अस्ति, धूमस्य व्याप कार्यक्षेत्रं अपेक्षया। अतः यत्र तत्र अग्निः भवति नाम अग्निः कुत्रचित् न भवति खलु, तत्र वह्निः अस्ति किन्तु धूमः सर्वदा न भवति, नाम तत्र धूमस्य आरम्भे तत्र प्रायशः धूमः अपि अस्ति, किन्तु अग्रे तत्र धूमकेवलं वह्निः एव भवति खलु, धूमः नास्ति। यतोहि तत्र वह्निः भवति तत्र कुत्रचित् धूमः न भवति, तत्कारणेन यत्र यत्र वह्निः तत्र तत्र धूमः इति वक्तुं न शक्यते। यस्य न्यूनदेशवृत्तिः सः व्याप्यः, अतः धूमस्य क्षेत्रः व्याप्यः, अग्नेः क्षेत्रः व्याप्यः, तर्हि धूमः व्याप्यः। यस्य अधिकदेशवृत्तिः सः व्यापकः, अतः वह्निः व्यापकः। अत्र धूमः व्यापकः, वह्निः व्यापकः, विपरीतरीत्या न सम्भवति। तस्मिन् उदाहरणे विपरीतरीत्या न सम्भवति इत्युक्ते यत्र यत्र वह्निः यत्र यत्र धूमः न यत्र यत्र वह्निः तत्र तत्र धूमः इति न सम्भव्य, किन्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति सर्वदा सम्भवेमेव, किन्तु व्याप्यव्यापक भावः अत्र अस्ति, नाम वह्निः व्याप्यः अपि धूमः व्यापकः इति चिन्तनं सम्यक् नास्ति। वह्निः व्यापकः धूमः व्याप्यः एव तदेव भवति, तदर्थं वह्निधूमयोः समव्याप्तिः नास्ति, तत्कारणेन अत्र वह्निः धूमयोः समव्याप्तिः नास्ति, विपरीतरीत्या अपि न वक्तुं न शक्यते, एकमुखी व्याप्तिः एव अत्र एकव्याप्तिः एकमुखी एव एकमुखिनी नाम तत्र एकमुखिनी एव एकमुखी हा एकमुखिनी व्याप्तिः, व्याप्तिः स्त्रीलिङ्गपदम् इति कृत्वा एकमुखिनी एकमुखिनी व्याप्ति व्याप्तिः एव भवति नाम यत्र यत्र धूमः तत्र तत्र वह्निः तादृशमेव वक्तुं शक्यते. हा अतः एकस्यां दिशि एव तत्र व्याप्यव्यापकः भावः वर्तते, अन्यस्यां दिशि न भवति. किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र समव्याप्तिः वर्तते. किन्तु समव्याप्तेः अन्यद् उदाहरणं दत्तमस्ति, यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इति. अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इति अपि वक्तुं शक्यते. अत्र द्विमुखी द्विमुखिनी अस्ति, एकमुखिनी यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानं, यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वं, द्वयमपि शुद्धं समीचीनमस्ति. द्वयमपि वक्तुं शक्नुमः, समीचीनमस्ति, सत्यमस्ति. अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इति अपि वक्तुं शक्यते. आत्मत्वम् इति ज्ञातिः सर्वदा आत्मनि अस्ति, आत्मनि अपि सर्वदा ज्ञानं भवति एव. आत्मत्वम् इति ज्ञातिः इति एकं ज्ञातिः अस्ति, आत्मत्वम् इति तत् सर्वदा आत्मनि वर्तते. हा नाम सर्वेषु तत्र आत्मनि आत्मत्वं वर्तते, आत्मसु आत्मसु सर्वेषु आत्मसु वर्तते, सर्वेषु आत्मसु आत्मनि वर्तते. आत्मनि अपि सर्वदा ज्ञानं भवति एव, आत्मनि सर्वदा ज्ञानं भवति एव. अतः द्विमुखी, आत्मनि सर्वदा ज्ञानं भवति, आत्मत्वम् इति जातिः सर्वदा आत्मनि भवति. आत्मत्वं सर्वदा आत्मनि भवति, आत्मनि सर्वदा ज्ञानं भवति. तर्हि आत्मत्वम् इति तस्य क्षेत्रं तत्र आत्मान आत्मानः अपि तत्र ज्ञानस्य क्षेत्रमपि आत्मानः क्षेत्रं समानम् अस्ति. कुत्र वृत्तित्वमस्ति? आत्मनि एव वृत्तित्वम् अस्ति, ज्ञानस्य वा आत्मत्वस्य वा. तर्हि क्षेत्रं समानं, तर्हि तत्र तयोः मध्ये समव्याप्तिः. अनेन आत्मत्वज्ञानयोः समव्याप्तिः अस्ति. यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानं वर्तते इति वक्तुं शक्यते. तत्र तत्र आत्मत्वं सर्वदा अल ज्ञानं सर्वदा आत्मनि वर्तते. आत्मत्वमपि आत्मत्वमपि आत्मनि सर्वदा वर्तते, यतो हि ज्ञातिः अस्ति. नाम पुस्तकं पुस्तकत्वम् इति विहाय नाम तत्र भवति वा? नाम तत्र पुस्तकत्वम् इति पुस्तके भवति एव, यावत् पुस्तकं नश्यति पुस्तकत्वम् इति भवति एव. तथैव तत्र यावत् तत्र आत्मत्वम् इति जातिः आत्मनि सर्वदा भवति. ज्ञानमपि वयं दृष्टवन्तः, सर्वदा ज्ञानम् आत्मनि भवति. अतः यत्र यत्र ज्ञानं तत्र तत्र प्रकृतौ ऐदसिद्धत्वसमवायसम्बन्धयोः अपि तथैव समव्याप्तिः अस्ति. सर्वत्र प्रकृतौ आत्म आयुधसिद्धत्वम् अपि समवायसम्बन्धयोः अपि तथैव समव्याप्तिः. यत्र यत्र ऐतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, यत्र यत्र समवायसम्बन्धः तत्र तत्र ऐतसिद्धत्वम्. अतः तयोः समव्याप्तिः तत्र अपि समव्याप्तिः अस्ति वर्तते वर्तते. उत्तमं भगिनी, धन्यवादः. समीचीनम्. अस्तु अग्रे तत्र विमला भगिनी अग्रे पठति वा? अत्र ऊत न अत्र आत्मत्वं तथा ज्ञानयोः अयितसिद्धत्वं किं व्याप्यव्यापकभावः अस्ति अत्र केवलम् आत्मा किमर्थं न स्वीकृतम् आत्मत्वम् इति किमर्थं स्वीकृतम् यतोहि तत्र आत्मत्वं कुत्र अस्ति इत्युक्ते आत्मनि अस्ति न अहं यथा पूर्वं चिन्तितवन्तः ज्ञानाधिकरणम् आत्मा खलु अतः ज्ञानम् आत्मनि वर्तते अथ तथा यत्र यत्र तत्रापि कार्यकारणभावः यत्र अस्ति तत्र किं भवति तत्र धूमवन् वन् वह्निः तयोः मध्ये कार्यकारणभावः वर्तते खलु आम् तथैव तत्र ज्ञानम् अपि आत्मा तत्रापि तत्र कार्यकारणभावः अस्ति खलु हा तर्हि भवत्याः प्रश्नः नाम तत्र किं तत् न स्वीकृतम् इति वा प्रश्नः आत्मत्वम् आत्मनि वर्तते ज्ञानम् आत्मनि वर्तते अत्र त्वम् इति आत्मा कृते किमर्थम् उपयुक्तं साक्षात् ज्ञानं तथा आत्मा इति विषये किमर्थं न चर्चा कृता हा अस्तु यदि तत्र यदि आत्मा अपि ज्ञानम् इति चिन्तयामः तर्हि तत्र वाक्यं किं भवति यत्र यत्र इति वदतु यत्र यत्र धूमः तत्र तत्र वह्निः तथैव अत्र ज्ञानमपि आत्मा तत्र वाक्यं किं भवति यत्र यत्र ज्ञानम् अयो तत्र आत्मा तत्र तत्र आत्मा इति भवति खलु यत्र यत्र ज्ञानमस्ति तत्र तत्र आत्मा भवेत् नाम आशयः यदि आशयः नास्ति चेत् तत्र ज्ञानं कथं भवति खलु तर्हि यत्र यत्र ज्ञानं तत्र तत्र आत्मा इति समीचीनं तर्हि तत्र व्याप्यः कः व्यापकः कः अत्र यत्र यत्र ज्ञानं तत्र तत्र आत्मा तर्हि आत्मा व्यापकः ज्ञानं व्याप्यः अस्तु किन्तु तत्र यत्र यत्र आत्मा तत्र तत्र ज्ञानम् इति अपि वक्तुं शक्नुमः इति भवत्या प्रश्नः खलु हा तत्र त्वम् इति किं भावप्रत्यये खलु त्व योजितं न न नाम तत्र यत्र यत्र आत्मा तत्र तत्र ज्ञानं यतोहि तत्र आत्मा अस्ति चेत् आत्मनि ज्ञानं भवति एव तर्हि तत्र तदपि प्रायशः भवितुमर्हति किन्तु अत्र किं स्वीकृतं नाम तत्र समवाय तत्र समव्याप्तिः आत्मत्वम् अपि ज्ञानं तयोः मध्ये समव्याप्तिः अस्ति इति तत्र उदाहरणं सुलभम् अस्ति इति चिन्तनं तावदेव द्वयोः आधारः आत्मा इति आत्मा एव इति कृत्वा इति कृत्वा सुलभतया अवगन्तुं शक्नुमः अस्तु अस्तु तत्र यत्र आत्मत्वम् अस्ति तत्र ज्ञानमस्ति यत्र ज्ञानमस्ति तत्र आत्मत्वम् अस्ति अतः सुलभतया अवगन्तुं शक्नुमः तत्र समव्याप्तिः भवति इति समीचीनम् नाम अत्र अन्यत् अपि अन्यः अंशः अपि तत्र वक्तुम् अन्यः अंशः अपि अत्र वक्तुं शक्यते नाम तत्र पृथिव्याः लक्षणम् इति वदामः नाम गन्धवत्वं पृथिव्याः लक्षणं तत्र यत्र यत्र गन्धवत्वं तत्र तत्र पृथ्वी इति भवति खलु अपि यत्र यत्र पृथ्वी तत्र तत्र गन्धवत्वम् एव वर्तते तर्हि तत्र गन्धवत्वम् अपि पृथ्वीत्वं तयोः मध्ये समव्याप्तिः वर्तते यत्र वयं लक्षणवाक्यं कर्तुम् इच्छामः तत्र किं भवति तत्र पृथिव्याः लक्षणं किम् इत्युक्ते वयं पृथ्वीत्वं कुत्र कुत्र वर्तते इति चिन्तयित्वा पृथिवीत्वम् इति पदार्थस्य अन्य कोऽपि पदार्थः तत्र यत्र समव्याप्तिः भवति नाम यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धवत्वं यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीत्वम् अतः तत्र व्याप्य समव्याप्तिः लक्षणवाक्येषु अपि आगच्छति अवगतं वा मृणालिनी भगिनी आम् आम् आचार्य आम् तर्हि तत्र व्याप्यव्यापकः भावः अपि समव्याप्तिः बहुषु स्थलेषु आगच्छति अत्र केवलं तत्र सुलभम् उदाहरणम् इति स्वीकृत्य उक्तं तावदेव. अस्तु, तर्हि अग्रे तत्र विमलभगिनी अग्रे आहत्य इति आरभ्य. महोदय, आहत्य द्रव्ये अवयव अवयविभाव आपन्नयोः एव द्वयोः द्रव्ययोः अयुतसिद्धत्वं भवति. तत्र अयुतसिद्धत्वापन्नयोः द्रव्ययोः परस्परसंयोगः न भवति. युतसिद्धत्व आपन्नयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते. इत्युक्ते कपालस्य अन्येन केनापि सह संयोगः भवितुम् अर्हति, न तु स्वस्य कपालस्य घटेन सह. तन्तोः अन्येन सह संयोगः शक्यते, न तु स्वस्य पटेन सह इति इदानीं निश्चितम्. पूर्वं यदुक्तं तदाधारेण एतं नियमम् अङ्गीकुर्मः. अत्र यदि द्रव्यद्वयौ अयुतसिद्धौ स्तः तत् कुत्र भवति इति, अवयव अवयवी भावः यत्र अस्ति द्रव्ये अस्ति तस्य एव अयुतसिद्धत्वं भवति, तयोः एव अयुतसिद्धत्वं भवति. अपि च यत् अयुतसिद्धत्वम् अस्ति तयोः द्रव्ययोः परस्परसंयोगः न भवति. परन्तु यत्र युतसिद्धत्वमस्ति द्रव्ययोः मध्ये, तौ द्रव्यौ परस्परं संयोगं कर्तुं शक्नुवन्तः अर्हति. इत्युक्ते कपालः अन्येन केनापि संयोगः भवितुम् अर्हति. कपालः स्वस्य आश्रये अस्ति. कपालिकायां यदि पुस्तकस्य उदाहरणं स्वीकुर्मः, पुस्तकः उत्पीठिकायाम् अस्ति तर्हि तयोः मध्ये संयोगः भवितु अर्हति. इत्युक्ते ते युतसिद्धौ. परन्तु कपालः स्वस्य घटस्य कपालस्य सह घटस्य कपालेन सह संयोगं कर्तुं न अर्हति, यतोहि ते अयुतसिद्धौ. पटस्य उदाहरणे अपि तथा एव तद् दृष्टान्तः अस्ति. तन्तु अन्येन पदार्थेन संयोगं कर्तुम् अन्येन द्रव्येण सह संयोगं कर्तुं शक्नोति, परन्तु स्वस्य पटस्य सह संयोगं कर्तुं न अर्हति. तदेव इति अस्ति. अतः इदानीं तत्र वयं सम्यक्तया वक्तुं शक्नुमः, नाम तत्र नियमः कः इत्युक्ते, तत्र यत्र द्यूतसिद्धत्व आपन्नयोः एव द्रव्ययोः मध्ये तत्र संयोगः भवति. द्यूतसिद्धत्व आपन्नयोः द्रव्ययोः मध्ये एव भवति. यत्र द्यूतसिद्धत्वं नास्ति तत्र संयोगः न भवति इति. तर्हि तत्र अस्माकं प्रश्नस्य उत्तरम् आगतं, नाम कुत्र संयोगः भवति, तत्र यत्र द्यूतसिद्धत्वम् अस्ति इति आगतम्. अस्तु, समीचीनं, धन्यवादः भगिनि. इदानीम् अग्रे तत्र शुभदा भगिनी पठितवती, नीता भगिनी पठितवती वा अथवा नरसिंह? अस्तु अस्तु भगिनि, पठतु. पठामि वा? इदानीं कौ युतसिद्धौ इति प्रश्नः. पृथक् आश्रय आश्रितौ, पृथक् आश्रय आश्रितौ. शरीरं पुस्तकं तयोः संयोगः भवति. त्वौ द्वौ युतसिद्धौ. तयोः स्वभावः कीदृशः इत्युक्ते, शरीरं पुस्तकञ्च उभे द्वे द्रव्ये पृथक् आश्रय आश्रिते भवतः. मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति. पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति. अतः शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ. विग्रहवाक्यमेवं पृथक् च तौ आश्रयौ च पृथक् आश्रयौ इति कर्मधारये समासः पृथगाश्रयौ आश्रितौ पृथगाश्रयात् स्थितौ इति द्वितीया तत्पुरुष समासः कर्मधारय गर्भद्वितीया तत्पुरुष समासः कर्मधारय गर्भ द्वितीया तत्पुरुष समासः कर्मधारय गर्भद्वितीया तत्पुरुष समासः परिच्छेदे युतसिद्धौ इति प्रथमतः प्रश्नः पृष्टमस्ति युतसिद्धौ इति कः इत्युक्ते पृथगाश्रयाश्रितौ पृथक् आश्रय आश्रितौ अत्र किं नाम पृथक् आश्रय आश्रितौ इति दत्तमस्ति शरीरपुस्तक इति उदाहरणमस्ति युतसिद्धौ अस्ति शरीरं तथा पुस्तकम् अतः द्वयोः मध्ये संयोगः भवति शरीरं पुस्तकं द्वयोः मध्ये संयोगः भवति अतः तौ द्वौ युतसिद्धौ इति वदामः शरीरं पुस्तकं युतसिद्धौ तयोः स्वभावः कीदृशः इत्युक्ते शरीरं तथा च पुस्तकं शरीरमपि द्रव्यं पुस्तकमपि द्रव्यम् उभे द्वे द्रव्ये पृथक् आश्रय आश्रिते भवन् तेषां कृते पृथक् आश्रयः पृथक् आश्रय आश्रित इति स्थितिः अस्ति पृथक् आश्रय आश्रिते इति अनन्तरं तस्य स्पष्टीकरणं दत्तमस्ति शरीरं स्वस्य अवयवान् आश्रित्यं तिष्ठति शरीरे अवयवाः सन्ति अतः तत्र शरीरं स्वस्य अवयवान् आश्रित्य शरीरम् इति आधेय इति अवयव इति तादृशे अस्यां स्थित्यां शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति तत्र पुस्तकमपि पृष्ठानि सन्ति तत्र पुस्तकं पृष्ठानि पुस्तकमिति आधेय पृष्ठानि अधिकरणम् अतः पुस्तकमपि पृष्ठानि आश्रित्य तिष्ठति अतः शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ शरीरस्य कृते अवयवः इति आश्रयः तथैव पुस्तकस्य कृते पृष्ठानि आश्रयरूपेण अतः शरीरं पुस्तकं पृथक् आश्रय आश्रितम् शरीरमपि पृथक् आश्रय आश्रितः पुस्तकमपि पृथक् आश्रय आश्रितः द्वौ शरीरपुस्तके इति शरीरपुस्तके पृथक् आश्रय आश्रितम् एवम् अनन्तरं विग्रहवाक्यं दत्तमस्ति पृथक् कर्मधारय समासः कथम् इति पृथक् आश्रय पृथगाश्रयौ इति कर्मधारय समासः कथम् इति पृथक् च तौ आश्रयौ च पृथगाश्रयौ इति विग्रहवाक्यमस्ति कर्मधारय समासस्य पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ पृथकञ्च तौ च आश्रयौ च पृथगाश्रयौ तत्र द्वितमस्ति अतः तत्र पृथगाश्रयौ इति कर्मधारय समासः पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ तत्र पृथगाश्रयौ तत्र द्वितीयान्तपदं पृथगाश्रयौ आश्रितौ पृथगाश्रयौ इति द्वितीयान्तपदम् अतः पृथगाश्रयौ आश्रितौ पृथगाश्रयाश्रितौ इति द्वितीया तत्पुरुषसमासः अत्र सर्वं मिलित्वा कर्मधारय गर्भद्वितीया तत्पुरुषसमासः शब्दस्य विषये न जानामि गर्भ इत्युक्ते तत्र अन्तर्भूतः अस्ति नाम कर्मधारय समासः अपि अस्ति प्रथमतया तस्य अनन्तरं तत्र तत्पुरुषसमासः अपि अस्ति गर्भ इत्युक्ते द्वितीया तत्पुरुषसमासे कर्मधारय समासः अन्तर्भूतः अतः कर्मधारय गर्भद्वितीया तत्पुरुषः इति भवति भगिनि. नाम पदनिर्माणे तत्र कर्मधारयसमासः प्रथमम् आगच्छति, तदनन्तरमेव तत्र तत्पुरुषसमासः. अतः कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः इति भवति. नाम आश्रितः वा आश्रितम् आश्रितः इति, तर्हि तत्र कर्म अस्ति. नाम आश्रितः आश्रितः पदार्थः अथवा आश्रितं द्रव्यम् इति, तर्हि तत्र भिन्नः समासः प्रथमे तत्र कर्म भिन्नः समासः. तर्हि द्वयोः आश्रयः आश्रयौ भिन्नौ अपि तयोः भिन्न आश्रयौ तत्र आश्रितौ खलु. नाम तत्र शरीरं शरीरस्य आश्रयः भिन्नः, पुस्तकस्य आश्रयः भिन्नः, अपि शरीरम् आश्रितः अस्ति खलु. नाम तत्र अवयवेषु आश्रितः, तथैव तत्र पुस्तकमपि आश्रितः आश्रितम् अस्ति. अतः तत्र पृथक् आश्रय आश्रितौ इति भवति. तदेव तदेव अस्ति. अस्तु समीचीनं. प्रश्नः अस्ति वा एतावत्? प्रश्नः प्रश्नः नास्ति. अस्तु समीचीनं. तर्हि तत्र अग्रे तत्र किञ्चित् पठामः वा तत्र? अस्तु हा आश्रय इति वक्तव्यं. तर्हि तत्र अग्रे कः पठितुं अथवा का पठितुम् इच्छति? तत्र शुभदा भगिनी किञ्चित् पठितुम् इच्छति वा? आं महोदय, पठामि. पृथगाश्रयाश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं, यतोहि आश्रयद्वयमस्ति, तस्य विशेषणञ्च पृथक्. पृथक् अव्ययम् अतः तस्य द्विवचनान्तादिकं किमपि नास्ति. पृथक् इति अव्ययम् अतः तस्य द्विवचनान्तादिकम् इति किमपि नास्ति. पृथगाश्रयौ आश्रितौ पृथगाश्रयौ इति इत्यत्र द्विवचने द्वितीया विभक्तौ. द्वितीया विभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतम् इति चेत्, द्विपुरुष द्वितीया तत्पुरुषे द्वितीया श्रितातीतपतितगतात्यस्त प्राप्तापन्नैः इति सूत्रेण उच्यते. केन केन शब्देन द्वितीया तत्पुरुषः भवति? श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न. तत्र श्रितशब्दः अस्ति. श्रितः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणं भवति. अतः न केवलं श्रितशब्दः अपि तु आश्रितशब्दः अपि गृह्यते. यथा कृष्णम् आश्रित्य कृष्णाश्रितः इति. तत्र एकं व्याकरणस्य अंशः अस्ति, किमर्थं तत्र द्वितीया तत्पुरुषसमासः इति तत्र किञ्चित् विवरणं कृतमस्ति. पृथगाश्रयाश्रितौ इत्यत्र तु पृथक् च तौ आश्रयौ इति पृथगाश्रयौ इति कर्मधारयसमासः वयं दृष्टवन्तः. तर्हि पृथगाश्रयौ इत्यत्र तु द्वितीया विभक्तिः अस्ति. पृथगाश्रयौ इत्यत्र द्वितीया विभक्तिः अस्ति, अपि च आश्रितौ इत्यत्र तु प्रथमा विभक्तिः अस्ति. तर्हि उभयोः प्रसङ्गे तु द्विवचनम् एव अस्ति, परन्तु पृथगाश्रयौ इति द्वितीया विभक्तिः, आश्रितौ इत्यत्र तु प्रथमा विभक्तिः. तर्हि इत्यस्मिन् प्रसङ्गे तत्र एकं सूत्रं वर्तते, येन द्वितीया तत्पुरुषसमासः भवति. द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रं. तत्र श्रित इति उल्लेखितमस्ति. श्रित इत्यस्य आश्रितः इति अपि अर्थं गृह्यते, अत्र अर्थः गृह्यते. तर्हि अत्र तु आश्रितः अस्ति. तद् वदति यः शब्दः समासविग्रहे द्वितीया विभक्त्यां भवति तत् सः शब्दः प्रथमम् आगच्छति, तस्य उपसर्जनं भवति इति कृत्वा समासे तु पृथगाश्रयौ इत्यस्य प्रथमं स्थानं भवति, तदनन्तरम् आश्रितम् इति भवति, आश्रितौ इति भवति. अतः पृथगाश्रयाश्रितौ इति समस्तपदं सिद्धं भवति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. धन्यवादः. अतः तत्र वयं बहु किमपि पठितवन्तः अद्य सर्वं समीचीनमस्ति. अग्रे अग्रिमसप्ताहे अग्रे गच्छामः. तर्हि धन्यवादः, नमस्कारः, अग्रिमसप्ते मिलामः. नमस्कारः, धन्यवादः.